तत्रैव च धारयन् एकाक्षरं ब्रह्म व्याहरन् मामनुस्मरन् यः प्रयाति त्यजन् देहं स याति परमां गतिम्। एकाक्षरं ब्रह्म, ब्रह्मणः अभिधानभूतं व्याहरन् उच्चारयन् तदर्थभूतं माम् ईश्वरम् अनुस्मरन् अनुचिन्तयन् यः प्रयाति म्रियते, सः त्यजन् परित्यजन् देहं शरीरं, त्यजन् देहमिति प्रयाणविशेषणार्थं, देहत्यागेन प्रयाणम् आत्मनः न स्वरूपनाशेन इत्यर्थः। सः एवं याति गच्छति परमां प्रकृष्टां गतिं। किञ्च अनन्यचेता सततं यो मां स्मरति नित्यशः तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः। अनन्यचेतः न अन्यविषये चेतः यस्य सोऽयम् अनन्यचेतः योगी सततं सर्वदा यः मां परमेश्वरं स्मरति नित्यशः। सततम् इति नैरन्तर्यमुच्यते, नित्यशः इति दीर्घकालत्वमुच्यते, न षण्मासं संवत्सरं वा। किं तर्हि यावज्जीवं नैरन्तर्येण यः मां स्मरति इत्यर्थः। तस्य योगिनः अहं सुलभः, सुखेन लभ्यः, हे पार्थ। नित्ययुक्तस्य सदा समाहितचित्तस्य योगिनः, यतः एवम् अतः अनन्यचेताः सन् मयि सदा समाहितः भवेत्। तव सौलभ्येन किं स्यात् इत्युच्यते, शृणु तत् मम सौलभ्येन यद्भवति। मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतं नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः। मामुपेत्य, माम् ईश्वरम् उपेत्य, मद्भावमापद्य पुनर्जन्म, पुनरुत्पत्तिं नाप्नुवन्ति, न प्राप्नुवन्ति। किं विशिष्टं पुनर्जन्म न प्राप्नुवन्ति इति तद्विशेषणमः दुःखालयं, दुःखानाम् आध्यात्मिकादीनाम् आलयम् आश्रयम्। आलीयन्ते यस्मिन् दुःखानि इति दुःखालयं जन्म, न केवलं दुःखालयम्, अशाश्वतम् अनवस्थितस्वरूपञ्च। नाप्नुवन्ति ईदृशं पुनर्जन्म महात्मानः यतयः संसिद्धिं मोक्षाख्यां परमां प्रकृष्टां गताः प्राप्ताः। ये पुनः मां न प्राप्नुवन्ति ते पुनः आवर्तन्ते। किं पुनः त्वत्तः अन्यत् प्राप्ताः पुनरावर्तन्ते इति उच्यते, आब्रह्म भुवनाल्लोकाः पुनरावर्तिनोऽर्जुन मामुपेत्य तु कौन्तेयं पुनर्जन्म न विद्यते। आब्रह्मभुवनात् भवन्ति अस्मिन् भूतानि इति भुवनं, ब्रह्मणो भुवनं ब्रह्मभुवनं, ब्रह्मलोकः इत्यर्थः। आब्रह्मभुवनात् सः ब्रह्मभुवनेन लोकाः सर्वे पुनरावर्तिनः, पुनरावर्तनस्वभावाः ये अर्थः। माम् एकम् उपेत्य तु कौन्तेय पुनर्जन्म पुनरुत्पत्तिः न विद्यते। ब्रह्मलोकसहितः लोकाः कस्मात् पुनरावर्तिनः, कालपरिच्छिन्नत्वात्। कथं सहस्रयुगपर्यन्तम् अहर्यद्ब्रह्मणो विदुः रात्रिं युगसहस्रान्तां ते होरात्रविदो जनाः। सहस्रयुगपर्यन्तं, सहस्राणि युगानि पर्यन्तः पर्यवसानं यस्य अन्नः तत् अहः सहस्रयुगपर्यन्तम्। ब्रह्मणः प्रजापतेः विराजः विदुः, रात्रिमपि युगसहस्रान्तम् अहपरिमाणामेव। के विदुः इत्यः, ते अहोरात्रविदः, कालसङ्ख्याविदो जनाः इत्यर्थः। यतः इयं कालपरिच्छिन्नः ते, अतः पुनरावृत्तिनो लोकः। प्रजापतेः अहनि यद्भवति रात्रौ च तदुच्यते, अव्यक्ताव्यक्तयः सर्वाः प्रभवञ्च रागमे रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके। अव्यक्त, अव्यक्तं प्रजापतेः स्वापावस्था, तस्मादव्यक्ताद् व्यक्तयः व्यज्यन्ते इति व्यक्तयः। स्थावरजङ्गमलक्षणाः सर्वाः प्रजाः प्रभवन्ति अभिव्यज्यन्ते। अन्नः आगमः अहरागमः तस्मिन् अहरागमे काले ब्रह्मणः प्रबोधकाले तथा रात्र्यागमे ब्रह्मणः स्वापकाले प्रलीयन्ते सर्वाः व्यक्तयः तत्रैव पूर्वोक्ते अव्यक्तसंज्ञके अकृत अभ्यागम कृतविप्रणाशदोषपरिहारार्थं बन्धमोक्षशास्त्रप्रवृत्तिसाफल्यप्रदर्शनार्थम् अविद्यादिक्लेशमूलकर्माशयवशाच्च अवशः भूतग्रामः भूत्वा भूत्वा प्रलीयते इत्यतः संसारे वैराग्यप्रदर्शनार्थं च इदमः भूतग्रामस्स एवायं भूत्वा भूत्वा प्रलीयते रात्र्यागमे वशः पार्थ प्रभवत्यहरागमे भूतग्रामः भूतसमुदायः स्थावरजङ्गमलक्षणः यः पूर्वस्मिन् कल्पे आसीत् स एव अयं नान्यः भूत्वा भूत्व अहरागमे प्रलीयते पुनः पुनः रात्रागमे अन्नः क्षये अवशः अस्वतन्त्र एव ये पार्थ प्रभवति जायते अवश एव अहरागमे यत् उपन्यस्तम् अक्षरं तस्य प्राप्त्युपायः निर्दिष्टः अक्षरं ब्रह्म इत्यादि अथ इदानीम् अक्षरस्यैव स्वरूपनिर्दिदीक्षय इदम् उच्यते अनेन योगमार्गेण इदं गन्तव्यमिति परस्तस्मात्तु भावोऽन्यो अव्यक्तो व्यक्तात् सनातनः यस्स सर्वेषु भूतेषु नश्यत्सु न विनश्यति परः व्यतिरिक्तः भिन्नः कुतः तस्मात् पुरोक्त तु शब्दः अक्षरस्य विवक्षितस्य अव्यक्तां वैलक्षण्यविशेषणार्थः भावः अक्षराख्यं परं ब्रह्म व्यतिरिक्तत्वे सत्यपि सालक्षण्यप्रसङ्गो अस्ति इति तद्विनिवृत्त्यर्थम् अहम् अन्यः इति अन्यः विलक्षणः स च अव्यक्तः अनिन्द्रियगोचरः परस्तस्मादित्युक्तं कस्मात् पुनः परः पूर्वोक्तात् भूतग्रामबीजभूतात् अविद्यालक्षणात् अव्यक्तात् अन्यः विलक्षणः भावः इत्यभिप्रायः सनातनः चिरन्तनः यः सः भावः सर्वेषु भूतेषु ब्रह्मादिषु नश्यत्सु न विनश्यति अव्यक्तोऽक्षर इत्युक्तः तमाहुः परमां गतिं यं प्राप्य न निवर्तन्ते तद्धाम परमं मम योऽसौ अव्यक्तः अक्षरः इत्युक्तः तमेव अक्षरसंज्ञकम् अव्यक्तं भावम् आहुः परमां प्रकृष्टां गतिं यं परं भावं प्राप्य गत्वा न निवर्तन्ते संसाराय तद्धाम स्थानं परमं प्रकृष्टं मम विष्णोः परमं पदम् इत्यर्थः तल्लब्धेः उपायः उच्यते पुरुषस्स परः पार्थ भक्त्योलभ्यस्त्वनन्यः यस्यान्तस्थानि भूतानि येन सर्वमिदं ततं पुरुषः पुरुषेण पूर्णत्वात् स परः पार्थ परः निरतिशयः यस्मात् पुरुषः न परं किञ्चित् सः भक्त्या लभ्यस्तु ज्ञानलक्षणया अनन्य आत्मविषयेय यस्य पुरुषस्य अन्तस्थानि मध्यस्थानि भूतानि कार्यभूतानि कार्यं हि कारणस्य अन्तर्वर्ते भवति येन पुरुषेण सर्वम् इदं जगं ततं व्याप्तम् आकाशेनैव घटाति प्रकृतानां योगिनां प्रमावेशितब्रह्मबुद्धीनां कालान्तरमुक्तिभाजां ब्रह्मवृत्तिपत्ये उत्तरमार्गो वक्तव्येति यत्र काले इत्यादि विवक्षितार्थसमर्पणार्थम् उच्यते आवृत्तिमार्गोपन्यासः इतरमार्गस्तुत्यर्थः यत्र काले त्वनावृत्तिम् आवृत्तिं चैव योगिनः प्रयातायान्ति तं कालं वक्ष्यामि भरतर्षभ यत्र काले प्रयाताः इति व्यवहितेन सम्बन्धः यत्र यस्मिन् काले तु अनावृत्तिम् अपुनर्जन्म आवृत्तिं तद्विपरीतां चैव योगिनः इति योगिनः कर्मिणश्च उच्यन्ते कर्मिणस्तु गुणतः कर्मयोगेन योगिनामिति विशेषणः योगिनः यत्र काले प्रयाताः मृताः योगिनः अनावृत्तिं यान्ति। यत्र काले च प्रयातः आवृत्तिं यान्ति तं कालं वक्ष्यामि भरतर्षभ। तं कालमहम् अग्निर्ज्योतिरः शुक्लः षण्मासा उत्तरायणं तत्र प्रयाता गच्छन्ति ब्रह्मविदो जनाः। अग्निः कालाभिमानिनी देवता तथा ज्योतिरपि देवता एव कालाभिमानी अथवा अग्निज्योतिषी यथाश्रुते एव देवते। भूयसां सन्देशः यत्र काले तं कालमिति आम्रवणवत् तथा अहः देवता अहरभिमानिनी। शुक्लः शुक्लपक्षदेवता षण्मास उत्तरायणं तत्रापि देवता एव मार्गभूता इति स्थितः अन्यत्र अयं न्यायः। तत्र तस्मिन् मार्गे प्रयाताः मृताः गच्छन्ति ब्रह्म ब्रह्मविदो ब्रह्मोपासकः ब्रह्मोपासनपराः जनाः। क्रमेण इति वाक्यशेषः न हि सद्यो मुक्तिभाजां सम्यग्दर्शननिष्ठानां गतिः आगतिर्वा क्वचिदस्ति न तस्य प्राणा उत्क्रामन्ति इति श्रुते। ब्रह्मसल्लीनप्राणा एव ते ब्रह्ममया ब्रह्मभूता एव ते। धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनं तत्र चान्द्रमसं ज्योतिः योगी प्राप्य निवर्तते। धूमो रात्रिः धूमाभिमानिनी रात्रिभिमानिनी च देवता तथा कृष्णः कृष्णपक्षदेवता षण्मास दक्षिणायनम् इति च पूर्ववतो देवता एव। तत्र चन्द्रमसि भवं चान्द्रमसं ज्योतिः फलम् इष्टाधिकारी योगी कर्मी प्राप्य भुक्त्वा तत्क्षयातुम् इह पुनः निवर्तते। शुक्लकृष्णे गतिश्येते जगतः शाश्वते मते एकयायाख्यनावृत्तिम् अन्यया वर्तते पुनः। शुक्लकृष्णे शुक्ला च कृष्णा च शुक्लकृष्णे ज्ञानप्रकाशकत्वा शुक्ल तदभावात् कृष्ण एते शुक्लकृष्णैः गतिः जगतः इति अधिकृतानां ज्ञानकर्मणः न जगतः सर्वस्यैव एते गतिः सम्भवतः। शाश्वते नित्ये संसारस्य नित्यत्व मते अभिप्रेते। तत्र एकया शुक्लया याति अनावृत्तिं अन्यया इतरया आवर्तते पुनः भूय। नैते श्रुतिपार्थजानन् योगी मुह्यति कश्चन तस्मात् सर्वेषु कालेषु योगयुक्तो भवार्जुन। न एते यथोक्ते श्रुतिमार्गौ पार्थजानन् संसाराय एकम् अन्यमोक्षाय इति योगी न मुह्यति कश्चन कश्चिदपि तस्मात् सर्वेषु कालेषु योगयुक्तः समाहितो भव अर्जुन। शृणु तस्य योगस्य माहात्म्यं वेदेषु यज्ञेषु तपःसु चैव दानेषु यत्पुण्यफलं प्रदिष्टम् अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम्। वेदेषु सम्यगधीतेषु यज्ञेषु च सद्गुण्येन अनुष्ठितेषु तपस्सु च सुतप्तेषु दानेषु च सम्यक् दत्तेषु एतेषु यत् पुण्यफलं प्रदिष्टं शास्त्रेण अत्येति अतीत्य गच्छति तत्सर्वं फलजातु। इदं विदित्वा सप्तप्रश्ननिर्णयद्वारेण उक्तम् अर्थं सम्यक् अवधार्य अनुष्ठायि योगी परम् उत्कृष्टम् ऐश्वरं स्थानमुपैति च प्रतिबन्धिते आद्यम् आदौ भव कारणं ब्रह्म इत्यर्थः। इति श्रीमद्भगवद्गीताभाष्ये अष्टमोऽध्यायः।